हरिभ्यो नमस्कारः. अस्माकं पाणिनीयमासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः. वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा, निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा. सरस्वती नमस्तुभ्यं, वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. वाक्यकारं वररुचिं भाष्यं पाणिनिं सुप्रकारं च प्रणतोऽस्मि पुनित्रयं येनाक्षरसामाम्नायम् अभिगम्य महेश्वरात्. कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. अथ माहेश्वराणि सूत्राणि ऐ ऊन् ऋलुक् ए ओङ् ऐ ओच् अयवरट् गण नम झभै घडदश् झबगडदश् छठथ झटतौ कपै शषसद् हल् इति माहेश्वराणि सूत्राणि. अस्तु, अरविन्द् महोदय, भवान् पारायणं करोति वा? आम् महोदय. समर्थपरिभाषा. समर्थः पदविधिः शुभामन्त्रिते पराङ्गवत्स्वरे प्राक्कडारा समासाः समासः सह सुपा अव्ययी भावः स्वव्ययं विभक्तिसमीपसंवृद्धिध्यर्थ्यस्ताभावत्ययसम्प्रतिशब्दप्रादुर्भावपश्चाद्यदानुभूर्ययौगपत्यसादृश्यसम्पत्ति साकल्यान्तवचनेषु यावता यथा सादृश्ये यावदवतारणे सुप्रदीना मात्रार्थे अक्षशलाखासङ्ख्याः अक्षशलाखासङ्ख्या परिणा विभाषा अभिपरिबहिरञ्चवः पञ्चम्या आङ्मर्यादाभिविद्योः लक्षणेनाभिप्रति आभिमुख्ये अनुर्यत्समया यस्य चायामः तिष्ठद्गुप्रभिः च काले मध्ये षष्ट्या वा सङ्ख्यावंशेन नदीभिश्च अन्यपदार्थे च संज्ञाया. महोदय, मम एकः संशयः अस्ति. सूत्राणि पठितानि, तत्र द्वितीयसूत्रे सुभामन्त्रिते तृतीय प्राकटरसमासः, तत्र अर्थ लिखितं सुभेति सहेति सुपेति च त्रयमपि अधिकृतं वेदितव्यम्. वाट् इस् द मीनिङ्ग् आफ् सुभेति सहेति सुपेति इन् प्राकटरसमासः? सुप् इति, दट् ऐ अण्डर्स्टुड्. सुप् इति सुपा इति सुपेति. What is the meaning? तत्र सुपा इति शुभान्मन्त्रिते, शुभामन्त्रिते तत्र सुपा इति अस्ति. तदपि अनुवृत्तिरूपेण आगच्छति. त्रयमपि अधिकृतं वेदितव्यम् इति इत्युक्ते तत्र इतः आरभ्य सुपा शुभान्मन्त्रिते पराङ्गवत्सरे तत्र सुपा इति पदं, सः इति पदं, शुभान्मन्त्रिते पराङ्गवत्सरे समर्थपदविधिः प्राकडारात्समासः. इदानीम् अधोभागे अस्ति सः सुपा, सः इति सहेति सुप, पुनः तत्र सः सुप् एकनिमिषः. सुपा सुप्ति तत्र सुभ इति किं कथं भवति? पुनः शुभा एकनिमिषं भगिनि, अहं दृष्ट्वा एव वदामि. एकनिमिषं सुभान् इत्युक्ते एकनिमिषं तत्र पदच्छेदं समीचीनतया न कुर्मश्चेत् भ्रमः भवति निश्चयेन. तत्र सुप् एव सुप् आमन्त्रिते इत्येव लिखितमस्ति. सुभ् इति भवति, सुभेति सुप् सखि इति सुप इति त्रयमपि अधिकृतं वेतव्यम् अधिकारोऽयम् इत्यतः प्राक् इत्यतः प्राक् अस्तु किमत् सुप् सुपासः अस्तु सुप् सुपासः समस्यते इति अस्ति खलु सुप् सुपासः समस्यते अत्र सुप् सुप् इति इत्युक्ते सुप् इति सः इति सुपा इति अवगतं वा तत्र सुप् इति सः इति सुपा इति त्रीणि सुप् सुप् इति पदं सुप् सः इति पदं सुपा इति पदम् अणुवतिरूपेण स्वीकरणीयम् इति अस्ति तृतीयसुपेति किमर्थं सुबेति इति न भवति तत्र इदानीं सुपेति सहेति सुपेति इति वदामश्चेत् तत्र किं सूचितं तत्र द्विवारं सुप् सुपा तत्र सुप् अतः शुभामन्त्रिते इत्यत्र सुप् आमन्त्रिते इति अस्ति सुप् योग आमन्त्रिते सुब् इति भवति तत्र किं का सन्ति तत्र सुब् योग आमन्त्रिते जस्तु सन्धि अस्ति जस्तु सन्धि तत् रूपमेव सुभा इति स्वीकृत्य शुभायोग इति शुभा सुभेति इति अभवत् तु तत्र सुब् इत्येव स्वीकरणीयं तु सुपा सः सुपा इत्यत्र सः अपि च सुपा इति पदद्वयं स्वीकरणीयम् आम् आम् सः सुपा ओके समर्थः पदविधिः शुभामन्त्रे सुबीति सुबीति सुबीति सुबीति इति लेखितव्यं स्यात् लेखनीयम् इति अहं चिन्तयामि सुबीति सुबीति सः इति सः इति सः इति तन्त्रं सुपा इति भवेत् इति तन्त्रं तु तत्र भगिनीं पृच्छामः तत्र किमर्थं सुबेति इति सुबीति इति पर्याप्तं शुभा इति किमर्थं लिखितम् इति समीचीनप्रश्नः अस्ति सुबीति सुबीति सः इति सहेति तन्त्रं सुपेति इति भवति चेत् समीचीनं भवति उत्तमप्रश्नः अस्तु अहं वयं पृच्छामि भगिनी पृच्छामः अस्तु एतावता वयं कुत्र आगतवन्तः इत्युक्ते तत्र वयं लक्षणेनाभिप्रति आभिमुख्ये इति सूत्रस्य पठनं कुर्वन्तः स्मः तत्र लक्षणेनाभिप्रति आभिमुख्ये लक्षणेन अस्तु इदानीं रोहिणी भगिनी भवती वदतु तत्र पदच्छेदं कथं कृतमस्ति लक्षणेनाभिप्रति आभिमुख्ये इति सूत्रे लक्षणेन अभिप्रति भगिनी पुष्पा भगिनी म्यूट् मध्ये भवतु भगिनी भवतु भगिनि तत्र किमर्थं लक्षणेन तत्र लक्षणेनाभिप्रति आभिमुख्ये इति पदच्छेदं कथं कुर्मः लक्षणेन अभिप्रति आभिमुखी आभिमुख्यार्थे अभिप्रति अवयौ लक्षणार्थे उपयुज्यते लक्षणार्थे पुनः वदतु प्रापर्लि पुनः वदतु लक्षणेन अभिप्रति आभिमुखे अस्तु सूत्रशास्त्रः सः अभि प्रति एतौ अवयौ आभिमुख्यार्थे लक्षणं द्योतसे सति अस्तु तत्र यदा सम्यक्तया न जानाति चेत् तत्र उपरि अस्ति तस्य अन्तिमपदं पठतु अन्तिमवाक्यं लक्षणेनाभिप्रति आभिमुख्ये इति सूत्रस्य अन्तिमवाक्यं पठित्वा वदतु न जानामि अस्तु तत्र पुष्पा भगिनी भवती वदति वा दृष्टेन वदामि भगिनि महोदय अनुवृत्तिसहितसूत्रम् अभिमुख्ये अभिप्रति सुपौ लक्षणेन सुपासः अविभावः समासः विभाषा तदेव न अर्थः कः अर्थः कः अभिमुख्ये अभि प्रति द्वे अपि सुपौ सुपौ लक्षणेन चिह्नविधायेन विधायेन सुपासः अविभावसमासः भवति इति न अस्तु तत्र लक्षण अभि प्रति इति किम् अभि अभि एक द्वौ शब्दौ अभि प्रति द्वे द्वे द्वौ शब्दौ तथैव सुपौ इति वदति द्वे शब्दौ लक्षणेन तत् चिह्नविधायकेन सुपासः तत् कीदृशसुपासः समस्यते कीदृशसुपासः समस्यते कीदृशः सुपासः कोऽपि कोऽपि उदाहरणेन दृष्टं प्रति अत्र अग्निम् अग्निम् इति वदनेन अभि अभि अग्निम् इति वदामः न तथैव अत्र कोऽपि सः अव्ययीभावः भवति सम्यक् महोदय अत्र लक्षणवाचि शब्देन सह लक्षणवाचिकशब्देन सह तादृशसुपासः इति तादृशसुपासः लक्षणेन विच वाचिकसभा वाचिकशब्दसुपासः शब्देन सुपासः अव्ययीभावसमासः भविष्यति विभाषा सूत्रेण अस्तु अरुणा भगिनि महोदय केवलं शृणोमि अस्तु भगिनि चिन्ता मास्तु अस्तु तर्हि अरविन्द महोदय इदानीं लक्षणेनाभिप्रति आभिमुख्ये इति सूत्रं न कार्यं करोति चेत् किं भवति इति वदति वा विभाषा अन्तर्गता अस्ति कृत्वा व्यस्तप्रयोगमपि भवति किन्तु अभि प्रति पदद्वयस्य सहितं द्वितीयविभक्ति एव भवति कर्मवाचिनशब्दः इति कृत्वा लक्षणेत्तं भूताख्यानभागविप्सासु प्रतिपदि नव इति सूत्रेण एवं कर्मवाचिनि कर्मप्रवचनीय उक्ते द्वितीय इति सूत्रस्य बलेन सूत्रस्य बलेन यत् पदं तत्र प्रति अभि इति सूत्रस्य अभि इति कर्मप्रवचन विधायकसूत्रं किं कर्मप्रवचन अभि इत्यस्य कर्मप्रवचने संज्ञा विधायकसूत्रं किम् अभि इति प्रति इत्यस्य उक्तवान् आम् भागं विहाय भाग इति अर्थं विहाय अन्यत्र इत्युक्ते लक्षणेयत्वं भूताख्यानभागवीक्षासु प्रतिपर्यनवः इति सूत्रे भागं विहाय अन्येषु अर्थेषु तत्र अभि इति अभ्यमपि कर्मप्रयोजनसंज्ञा प्राप्नोति तत्र अन्येषु अर्थेषु अपि तस्य प्रयोगः भवति इति अर्थः अस्ति तदा व्यस्तप्रयोगे कर्मप्रयोजनयुक्ते कर्मप्रवचनयुक्ते इति कृत्वा तत्र यत् पदं तेन सह युक्तः अस्ति इत्युक्ते वृक्षं वृक्ष योग प्रति समीपे प्रति अस्ति चेत् तत्र वृक्ष इति प्रातिपदिकात् द्वितीयाविभक्तिविधानं भवति कृत्वा वृक्षं प्रति इति भवति अस्तु अत्र अत्र मम अत्र एक सन्धिविषये किञ्चित् चर्चां कुर्मः अत्र पश्यतु लक्षणेनाभिप्रति आभिमुख्ये इति लिखितमस्ति खलु तत्र किमर्थं लक्षणेनाभिप्रति इत्यत्र यन् सन्धि न स्यात् दीर्घ आकारः अस्ति महोदय तत्रैव किं दीर्घ आकारः अस्ति चेत् न भवति वा न भवति एवं भवति चेत् तत्र दीर्घ आकारः अस्ति चेत् तत्र नास्ति नियमः नास्ति इको एन् अचि इत्यत्र अचि इति अचि इति पदम् आकारस्य न ग्रहणं करोति वा इति अस्ति वा अति इति पदं तस्य सवर्णम् अस्ति इति कृत्वा अकारः आकारस्य ग्रहणं करोति एव अभिप्रति द्वन्द्वसमासः अस्ति अस्तु तदेव अहं जानामि तद् कारणं वा परन्तु तत्रापि अस्तु भवतु वदतु द्विवचने अस्ति तेन किम् अस्तु प्रायः तत्र प्रत्ययः भवतु भगिनि तत्र द्विवचनं किं प्रकृति भावसन्धि अस्तु वदतु किं किं सम्यक् न जानामि अत्र अस्तु एतत्तु इदानीं मम मनसि इदानीमेव आगतं पूर्वं न चिन्तितम् अहं चिन्तिता किमर्थम् अत्र यन् सन्धि ज्ञास्यात् इत्युक्ते तत्र द्विवचने अस्ति ईदूते द्विवचनं प्रगृह्यम् इति सूत्रमस्ति ईत् ऊत् अत्र ईत् अस्ति खलु ईत् ऊत् एवम् ऊत् अस्ति चेत् ईदूत् एत् ईदूतेत् द्विवचने द्विवचने अस्ति लक्षणेन अभिप्रति इति द्विवचने अस्ति प्रगृह्यं तस्य संज्ञा भवति ईन्दूते द्विवचनं प्रगृह्यं भवति चेत् प्रगृह्यसंज्ञा भवति चेत् तत्र प्रकृतिभावसमासः भवति क्षम्यतां प्रकृतिभावः भवति समासः नास्ति प्रकृतिभावः भवति ईदूते द्विवचनं प्रगृह्यम् इति सूत्रेण तत्र विद्या भगिनी एतत् सूचयति मनसि न तिष्ठति क्षम्यता अस्तु तत्र प्लुतप्रगृह्या अचिनित्यम् इति सूत्रमस्ति प्रकृतिभाव तत्र अस्तु एतद् सूत्रद्वयं कुत्र अस्ति इति वदामि ईदूते द्विवचनं प्रगृह्यं तु प्रथम अध्याये कुत्र अस्ति इदानीम् एकनिमिषम् प्रथमाध्याये प्रथमपादे पुटसङ्ख्या अस्ति 37 प्रगृह्यसंज्ञा इति अस्ति प्रगृह्यसंज्ञा 11th सूत्रम् इत्युक्ते एकादशं सूत्रम् ईदूते द्विवचनं प्रगृह्यम् इति अस्ति इत्युक्ते तस्य प्रगृह्या यत् पदम् ईत् ऊत् एत् इति अस्ति तेषां द्विवचने किं भवति प्रगृह्यसंज्ञा भवति तस्य अनेन सूत्रेण तेषां प्रकृतिसंज्ञा विधानं भवति तदनन्तरम् अत्र तत्र सन्धिप्रकरणे 103 इति पुटसङ्ख्या अस्ति 103 पुटसङ्ख्या षष्ठाध्याये प्रथमपादे अस्ति प्रथमपादे संहिता इति अधिकारे प्रकृतिभावसन्धि इति 103 मध्ये द्वितीय स्तम्भे अस्ति तत्र प्लुतप्रगृह्या अचिनित्यम् इति 123 तमं सूत्रं तत् प्लुतप्रगृह्या यस्य प्रगृह्यसंज्ञा अस्ति यः प्लुत अस्ति अचिपरे तस्य नित्यं प्रकृतिभावः भवति इति अर्थः प्रकृत्या स्युः इति भवति इति कृत्वा एव तत्र यन् सन्ति न भवति बुद्धं वा बुद्धम् एवं पश्यामश्चेत् किं भगिनि कुत्र सूत्राणि कुत्र अस्ति अस्तु तत्र प्रथमाध्याये प्रथमपादे एकादशसूत्रं तदनन्तरं षष्ठाध्याये प्रथमपादे प्लुतप्रगृह्याचिनित्यम् इति 123 त्रयोविंशत्यधिकैकशतं प्लुतप्रगृह्याचिनित्यं 123 इति अस्ति 125 इकोसर्णशाकल्यस्य ह्रस्वश्च तत्र कुत्रचित् भवान् अस्माकं पुस्तकमेव उपयोगं करोति वा महोदय तत्र भेदः भवति तत्र पाठभेदः अस्ति कुत्रचित् किं वदन्ति कानिचन सूत्राणि न आवश्यकम् इति ते न इति कृत्वा एव लिखितवन्तः एवं लिखितवती सा प्लुतप्रगृह्य अचिनित्यं सत्यम् इति सूत्रं प्रकृतिभावः इत्युक्ते सन्देहे अभावः इत्युक्ते संहितायां तत्र संयोग संहिता सति तत्र किं भवति वर्ण इत्युक्ते वर्णमेलनम् इति वदामः सामान्य वदामः तद् न भवति इत्युक्ते वर्णानां प्रकृत्या यत् अस्ति तदेव तिष्ठति इदं ति न अभिप्रति इति प्रकृत्या तादृशमेव अस्ति खलु इदानीं प्रकृत्या यत् अस्ति तदेव तिष्ठति इति अर्थः अस्तु अस्तु इदानीं किं कुर्मः अत्र गोमतीभगिनी तत्र गतवर्गे वयं अग्निम् अभि इति अग्निं प्रति इति उदाहरणद्वयं पठितवन्तः. तत्र अद्य अक्षिणी प्रति इति तदपि गतवर्गे किञ्चित् चिन्तनं कृतवन्तः. अद्य ततः आरभ्य पठेम. पठामि. तृतीयबिन्दु अक्षिणी प्रति प्रत्यक्षं फेसिङ्ग् टुवर्ड्स् आर् इन् फ्रण्ट् आफ् द ऐस्. अक्षि इति प्रातिपदिकं नपुंसकलिङ्गे अस्ति. लक्षणे तम्बूदाख्यानभागवीप्सासु प्रतिपर्यनवः इति सूत्रेण प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे द्योत्ये. तत्पश्चात् कर्मप्रवचनीया द्वितीया इति सूत्रेण कर्मप्रवचनीययुक्ते द्वितीया विभक्तिः भवति. अतः अक्षि इति शब्दस्य द्वितीया विभक्तिः भवति अक्षिणी इति. अक्षि योगः औट् योगः प्रति योगः सु इति अलौकिकविग्रहवाक्यं लक्षणेनापि. इदानीं भवती करोति वा प्रक्रिया? प्रक्रिया वदामि. अक्षिणी अक्षिणी प्रति इति लौकिकविग्रहं वाक्यं लक्षिणी प्रति ग्रन्थम् अस्ति. अत्र समस्तपदं भवति चेत् तद् प्रत्यक्षम् इति भवति. विभाषा अस्ति चेत् अक्षिणी प्रति अक्षिणी इति भवति. अत्र प्रक्रिया प्रथमसोपान सोपानात् आरम्भं वदामि. ओके. प्रत्यक्ष अक्षिणी इति द्विवचनम्. अक्षिणी इति अक्षिणी प्रति प्रति सुबन्धपदानि अस्ति. प्राक्कटारसमासः इति सूत्रेण तस्य अधिकारे भवति. अव्ययीभावः इति सूत्रेण तस्य अव्ययीभावसंज्ञा भवति. अनन्तरं लक्षणेनापि प्रति अभिमुख्ये इति सूत्रं कार्यं करोति. विभाषार्थे रूपद्वयं भवति. तत्र अलौकिकविग्रहवाक्यं भवति अक्षियोगः औयोगः प्रतियोगः सु. अक्षि द्विवचने अस्ति अतः औट् अक्षि औट् प्रति. तत्र प्रति इत्यस्य कर्मप्रचनीयसंज्ञा अस्ति. प्रति प्रति इत्यस्य लक्षणे सम्बोधाख्यान तत्र विभाषा इति कृत्वा तत्र तस्य अत्र तदपि अवगन्तव्यं. यदा प्रक्रिया समासप्रक्रियां कुर्मश्चेत् तत्र कर्मप्रवचनीयसंज्ञा न भवति. किमर्थं न भवति? कर्मप्रवचनीयसंज्ञा भवति चेत् समस्तपदं न तस्य विचवर् विभक्ति हस्टुकं दाट् विल् कम् पदं पदे भवति भवतः. समस्तपदं नास्ति पदद्वयं भवति कर्मप्रवचनीयसंज्ञा. अत्र अरुण् महोदय भवान् वदतु किमर्थं समासप्रक्रियायां कर्मप्रवचनीयसंज्ञा न भवति? समासप्रक्रिया कर्मप्रवचनीयसंज्ञा कर्मपदं भिन्नं कर्मपदमिति भिन्नं कर्मप्रवचनीय इति भिन्नं. कर्मप्रवचनीयसंज्ञा न भवति असमासे. तदेव व्यस्तप्रयोगे एव कर्मप्रवचनीय भवति संज्ञा भवति. किमर्थं कर्मप्रवचनीयसंज्ञा? कर्मप्रवचनीयसंज्ञा if we use, we have to use the proper विभक्ति also there. न न न अस्तु. इदानीं कर्मप्रवचनीयसंज्ञा इदानीं कर्मप्रयोजनसंज्ञा अस्ति, तत्र किमर्थं समासविधानसूत्रं कार्यं न करोति? समासं क्रियते चेत् अर्थः भिन्नं भवति. अत्र मुख्य आशयः अस्ति आकडारात् एका संज्ञा इति कृत्वा यत्र कर्मप्रवचनसंज्ञा विधीयते तत्र समासकार्यं न भवति. यत्र समासं कुर्मः तत्र कर्मप्रवचनसंज्ञा न स्वीकुर्मः, एका एव संज्ञा भवति. अधिकारे अस्ति द्वयमपि एकस्मिन् अधिकारे, आकडारात् एका संज्ञा इति अधिकारे एव अस्ति इति कृत्वा तत्र यथा कर्मप्रयोजनसंज्ञा उपयुज्य तत्र प्रक्रियां कुर्मः तत्र समाससूत्राणि न कार्यं कुर्वन्ति. यत्र समासं कर्तुम् अस्माकं विवक्षा अस्ति तत्र कर्मप्रयोजनसंज्ञा न भवति इति स्मर्तव्यम्. अस्तु अग्रे वदतु भगिनि. लक्षणेन अभिप्रति अभिमुख्ये इति सूत्रेण अभिमुख्यद्योतकौ अभिप्रति चिह्नवाचन सह समस्तपदम् अव्ययीभावसमासः भवति. तत् अव्ययीभावः इति वयं समाससंज्ञा दत्तम् अक्षिणी प्रति अत्र कृत् अतीतसमासाश्च सूत्रेण प्रातिपदिकसंज्ञा भवति. सुपो धातु प्रातिपदिकयोः इति सूत्रेण अत्र अवयवरूपेण विद्यमानस्य प्रातिपदिकस्य सुपः लुक् भवति. अक्षि प्रति इति भवति. प्रति इति अव्ययं प्रथमाविभक्तौ अस्ति सूत्रे. प्रथमाविभक्तं समासः समासे उपसर्जनम् इति समासे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञक भवति. उपसर्जनं पूर्वम् इति सूत्रेण तद् प्रथम पूर्वमागच्छति. अतः प्रति अपि पूर्वमागच्छति. प्रति अक्षि इति भवति. तत्र सन्धिकार्यम् इको एणचि प्रत्यक्षि इति समस्तपदं भवति. अत्र अव्ययीभावश्च इति प्रथम अध्यायसूत्रेण तस्य अव्ययसंज्ञकः भवति. प्रत्यक्षी अव्ययः भवति. अनन्तरम् अव्ययीभावश्च इति द्वितीय अध्यायस्य सूत्रेण तस्य नपुंसकत्वं भवति. तद् नपुंसक पदं भवति. प्रत्यक्षी इति इकारान्तप्रातिपदिकम्. अत्र अव्ययीभावे शरत् प्रवृद्धिभ्य इति सूत्रे एकं गणसूत्रमस्ति. प्रतिपरमनुभ्योक्षणः इति सूत्रमस्ति. तत्र अक्षि इति शब्दम् उत्तरपदे अस्ति चेत् तत्र टच् इति तथितप्रत्ययः आगच्छति. अतः प्रत्यक्षी योगः टच्, प्रत्यक्षी योगः आ इति तस्य लोप इति अनन्तरम् आ तिष्ठति. प्रत्यक्षी इति भसज्ञकशब्दः अस्ति. भसज्ञकशब्दः इत्युक्ते सर्वनामस्थानान् विहाय परं तत्र यकारादयः अजादायः प्रत्ययः भवति चेत् पूर्वपदस्य भासज्ञा भवति. अनन्तरं यति भं सूत्रं कार्यं करोति. तत्र यति भं कार्यं करोति. इकारान्तपदमस्ति प्रत्यक्षी. तस्य अनन्तरम् अ इति तथितान्तप्रत्ययः अस्ति. अतः इकारस्य मम एकः संशयः अस्ति. इदानीं वदतु कस्य भासज्ञा? भासज्ञा भवति प्रत्यक्षी इति पदस्य. अस्तु अग्रे. अनन्तरं यचिभं कार्यं करोति. यचिभं सूत्रे इकारस्य परे अक् अतः तदकारः तद्धितप्रत्ययः अस्ति. अतः इकारस्य लोपः भूत्वा प्रत्यक्षयोगम् इति सूत्रेण वा यचिभम् इति सूत्रेण किं भवति भगिनि? यस्येति न यस्येति च सोरि यस्येति च यस्येति क्षम्यताम् क्षम्यता यस्य इति च प्रत्यक्षिदान्तः आहारः अस्ति अतः तत् सूत्रं कार्यं करोति प्रत्यक्षे इत्यस्य एकारस्य लोपः भवति प्रत्यक्ष अव्ययं नपुंसकम् अपि च प्रातिपदिकम् अनन्तरं पर्याप्तं पुष्पा भगिनी इतः परं वदति वा प्रत्यक्ष पञ्चम्यात् इत्यनेन अम्भावः भवति सुप्रत्ययस्य लुक् न भवति अपि तु अम् आदेशः भवति अत्र तदेव प्रत्यक्षम् इति भवति पञ्चमे विभक्ति विभक्त अम् आदेशः न भवति प्रत्यक्षात् इति किं किमपि न श्रूयते भगिनि ओ किं पञ्च पञ्चमे विभक्ति प्रत्यक्षात् अत्र प्रत्यक्ष अम् अत्र अमिपूर्व इत्यनेन अचिपरे पूर्वपरयोः स्थाने एकः एव रूपः पूर्वरूपः अचिपरे वा भवति अचिपरे इति अनु अचि इति अस्ति वा तत्र अनुवृत्ति अमिपूर्वः इत्यत्र अचिपरे अमि इति उक्तत्वा किमर्थम् अचि इति स्वीकरणीयम् अनुवृत्ति न अमिपूर्वः इत्यनेन अक्वर्णात् अम् अस्ति चेत् तद् द्वे अकारः सन्ति अचिपूर्वे अम् अस्ति अमि एव पूर्वम् अचिपूर्वे एव अचि इति अचि इति परमेव भवितुमर्हति अचि इत्युक्ते किं परनिमित्तम् इति अस्ति तस्मिन् इति निर्दिष्टे पूर्वस्थिति सूत्रेण अचि इत्युक्ते परनिमित्तम् इति अर्थः तस्य अर्थः परे एव भवति वर्णः इति इदानीम् अमि इति उक्तत्वा तत्र अचि इत्यस्य आवश्यकता नास्ति इत्युक्ते परे अम् इति अस्ति चेत् वर्णद्वयं तत्र अमि इति अम् इति प्रत्याहारः अस्ति प्रत्याहारः अस्ति चेत् प्रत्ययः अस्ति प्रत्याहारः नास्ति प्रत्ययः अस्ति प्रत्ययः अस्ति चेत् तत्र पूर्वं यत् यः वर्णः अस्ति तदेव भवति यः अच्वर्णः अस्ति तदेव तिष्ठति इति अर्थः पञ्चमीविभक्तिविहाय सर्वेषु विभक्तिषु प्रत्यक्षम् इति रूपं स्थित्यति तृतीयसप्तम्योर्बहुलम् इत्यनेन तृतीया तु प्रत्यक्षं प्रत्यक्षेण सप्तमी प्रत्यक्षं प्रत्यक्षे अस्तु समीचीनम् अरुण् महोदय भवान् एकम् उदाहरणं वदति वा प्रत्यक्षम् इति स्वीकृत्य इति पदं स्वीकृत्य प्रत्यक्षं वर्गे यत् वदितं तदेव वदामि वदतु भगिनि स्मारणार्थमेव केवलम् अस्माकं मनसि तिष्ठतु इति कृत्वा अहं प्रत्यक्षं सङ्गणकं पश्यामि प्रत्यक्षं सङ्गणकं पश्यामि अस्तु इत्युक्ते इत्युक्ते तत्र सङ्गणकम् अक्षिणी अक्षिणी अक्षिणी पुरतः अस्ति अस्ति अभिमुखे अस्ति इति अर्थः समीचीनं महोदय अस्तु अग्रे अरुणा भगिनी केवलं शृणोति इति उक्तवती भवानेव विपाशां प्रति इति वदति वा प्रक्रियां वदति वा तत्र विपाशां विपाशां प्रति विपाश् योगः आम् योगः प्रति इति लौकिकविग्रहवाक्ये सुपो प्राकरारसमासः वेभावः पदे पदद्वयसंज्ञा द्वितीयानन्तरं पृथद्विधसमासश्च इति प्रातिपदिकरूपविधानान्तरं सुबोधातुप्रातिपदिकयो इति सूत्रेण अवयवरूपेण विद्यमान अलौकिकविग्रहवाक्यं विपाशयोगः अं योगः प्रति अं योगः प्रति इति अस्ति अस्तु विपाश् इति अस्तु भवतु भवतु वदतु क्षम्यता वदतु किं भगिनि वदतु भगिनि किम् अभवत् प्रश्नमस्ति वा भगिनि पुष्पा भगिनि औट् अस्ति औट् औट् अस्ति द्वितीयविभक्ति अस्ति तत्र समीचीनं विपाशं प्रति इति अस्ति खलु विपाशम् इति औट् अस्ति न न औट् न औट् न औट् इति द्वितीयविभक्ति अक्षिरी इत्यत्र द्विवचने अस्ति इति कृत्वा औट् इदानीम् अत्र एकवचने एव अस्ति खलु सम्यक् सम्यक् विपाश्योगः प्रति इति स्थिते प्रथमनिर्दिष्टं समास उपसर्जनम् इति कारणेन प्रति इति प्रथमा विभक्तिं निर्दिश्यति इति कृत्वा उपसर्जनं पूर्वम् इति कारणेन पूर्वनिपातं भवति प्रतिविपाश् इति भवति तदनन्तरं प्रतिविभाषिति प्रतिविभाषिति तत्र सन्धिकार्यं नास्ति केवलं वर्णमेलनमेव प्रतिविभाषिति स्थिते अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्गं विधीयते तदनन्तरम् अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रेण शरत्प्रभृतिभ्यः पदमस्ति कृत्वा टच् विधीयते इति तत् विधीयानन्तरं प्रतिविपाश इति रूपं सिद्ध्यति अकारयोजनेन प्रतिविपाश इति स्थिते अदन्तमस्ति कृत्वा स्थाने अमादेशो भवति न अव्ययी भावात् अतोन्तो पञ्चम्य इति सूत्रेण पञ्चमी विहाय प्रतिविपाशम् इति सर्वत्र भवति पञ्चमीं विहाय पञ्चमी प्रतिविपाशात् इति रूपं सिद्ध्यति विकल्पेन तृतीयसप्तम्योर्बहुलम् इति सूत्रेण पदद्वयमपि सिद्ध्यति प्रतिविपाशं प्रतिविपाशेन प्रतिविपाशं प्रतिविपाशे इति रूपाणि सिद्ध्यन्ति अत्र विपाश इति कीदृशपदम् इति शरत्प्रवृत्ति अस्ति अस्ति तु नपुंसकलिङ्गं वा स्त्रीलिङ्गं वा विपाश विपाश कुत्रापि न दृश्यते समीचीनं तु प्रक्रिया समीचीना उक्तवान् दोषः नास्ति अस्तु इदानीं विकल्पपक्षे किं व्यस्तप्रयोगे किं भवति विपाशा इति दीर्घ आकारमस्ति चेत् श्रीलिङ्गं भवति इति वाचस्पतिं दत्तमस्ति एवं वा अस्तु विपाश इति अस्ति विपाश इति फेमिनिन् जेण्डर् अस्ति अकार्डिङ्ग् टु राइट् मोनियर् विलियम्स् आल्सो सेस् विपाश इति स्त्रीलिङ्गमस्ति विपाट् विपाशौ विपाशः विपाट् विपाशौ विपाश विपाशः अत्र विपाशम् इति लिखितं विपाशम् इति अस्ति द्वितीयविपाशमेव भवति अस्तु समीचीनम् अत्र विकल्पपक्षे किं भवति विकल्पपक्षे प्रति विपाशम् इति पदद्वयं दृश्यते विकल्पेन विभाषा इति अन्तर्गतमस्ति इति कृत्वा प्रतिविपाशम् इत्यत्र लक्षणेन अभिप्रत्यभिमुख्ये क्षम्यतां लक्षणेत्थं भूताख्यानं भूताख्यान कर्मप्रयोजनसंज्ञा तदनन्तरं कर्मप्रवचनयुक्ते द्वितीया इति कृत्वा तत्र द्वितीयभक्तिविधानं भवति समीचीनं महोदय अस्तु अग्रे इदानीं किं रोहिणी भगिनी भवती वदति वा आं महोदय सूर्यं प्रति प्रति सूर्यं ऋषिः प्रति सूर्यम् अर्घ्यं समर्पयति अत्र अलौकिक विग्रहवाक्यं भवति सूर्ययोग अं योग प्रति उपसर्जनं पूर्वम् इति सूत्रेण प्रति इति अव्ययं पूर्वं भवति पूर्वनिपातं भवति प्रति योग सूर्य भवति अकारान्तम् इति कृत्वा अव्ययीभावात् अथवा अंस अवन्तम्य इति सूत्रेण अम् आदेशः भवति भगिनि किञ्चित् प्रथमसोपानतः किञ्चित् वदतु भगिनि ओके सत्यं प्राकरान्तरात् समासः इति सूत्रेण समासंज्ञा विधीयते अव्ययीभाव इति सूत्रेण अव्ययं सुपातः सुप विभक्तियोजनशब्दं प्रति समासः भवति अव्यय अव्ययीभावसमासः भवति समासश्च इति सूत्रेण प्रातिपदिकसंज्ञा अस्ति धातुपदिकयोः इति सूत्रेण उत्पत्त्यस्य लुक् भवति अस्तु लुक् भवति चेत् किं किं रूपं भवति तत्र प्रत्येकं सोपाने तत्र परिवर्तनं किं परिवर्तनं कथं भवति इति वदति अग्रे वदति प्रतियोगसूर्य इति स्थिते अविभावश्च इति सूत्राणि अविभावसंज्ञा भवति नपुंसलिङ्ग अपि भवति ह्रस्वनपुंसके प्रातिपदिकस्य योजनेन एकनिमिषं तत्र कथं भवती निर्णयं कृतवती प्रति इति पूर्वमेव भवति पूर्वनिपातं भवति इति उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनं पूर्वम् इति अस्ति कथम् उपसर्जनं संज्ञा भवति तस्य प्रति इति शब्दस्य अभिप्रति अभिमुखे इति सूत्रे अभिशब्दः प्रथमाविभक्तौ अस्ति तस्मात् उपसर्जनसंज्ञा भवति उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञाशब्दं पूर्वं भवति समासे अस्तु तस्मात् ज्ञाप्रातिपदिकादिसूत्रेण सुप् योजनं भवति परन्तु अव्याद् आप् सुपः इति सूत्रेण सुपः लुप् भवति परन्तु न अव्ययीभावात् अथवा अंस अपञ्चम्य सूत्रेण अकारान्तशब्दस्य अम् आदेशं भवति प्रति सूर्ययोग अम् इति सूत्रे अमिपूर्व इति सूत्रेण पूर्वरूपं पूर्व योगं भवति प्रति सूर्य इति भवति सूर्यं भवति प्रातिपदिकं किं प्रति सूर्यात् तृतीयसप्तम्यविभवमिति सूत्रेण तृतीयविभक्तौ प्रतिसूर्येण अथवा प्रतिसूर्यं सप्तम्यविभक्तौ प्रतिसूर्ये अथवा प्रतिसूर्यम् इति मध्ये मध्ये गच्छति सम्पर्कः सम्यक् नास्ति अस्तु श्रूयते न श्रूयते भगिनि मध्ये मध्ये गच्छति वा महोदय ऐ एम् हियर् प्रापर्लि एवं वा अस्तु अद्य सम्पर्कः सम्यक् नास्ति एव अस्तु अग्रे वदतु भगिनि इदानीं प्रति सप्तमी विभक्तौ किं भवति तृतीया सप्तमी प्रतिसूर्ये प्रतिसूर्यम् इति भवति समीचीनम् अस्तु महोदय मम संशयः अस्ति तृतीयबिन्दु यद् मया पठितम् अक्षिणी प्रति प्रत्यक्षं तत्र करपत्रे इति दत्तम् सत्यम् न श्रूयते भगिनि वदामि प्रति इति सुप्रत्ययं तत्र वि आर् सि बट् नार्मलि इन् द प्रक्रिया वि डोण्ट् पुट् सु बट् हियर् वै सु हियर् आल्सो वि कुड् हव् ओमिटेड् तत्र त्यक्त्वा अपि वक्तुं शक्नुमः तत्र यद्यपि प्रति इति अव्ययम् अस्ति तस्य सुप् इत्युक्ते अपदं न प्रयुञ्जीत इति अस्ति कुत्र यत्र कुत्रापि यत् किमपि वदामः तत् पदं भवेत् इति कृत्वा तत्र अव्ययमपि तत्र पदत्वेन एव स्वीकुर्मः इति कृत्वा तत्र सु इति योजयित्वा यद्यपि तत्र सुप्रत्ययानां लोपः भवति लुक् भवति खलु इति कृत्वा योजनेन दोषः नास्ति That's okay, but so प्रक्रिया समये वक्तुं समये वयम् अस्माभिः उच्चारितं वा प्रति सु अभि सु इति उक्तानन्तरं अभिषु इति कृत्वा तदनन्तरं किं वक्तव्यम् इत्युक्ते प्रति इति निपातः अस्ति खलु स्वरादिनिपात अव्ययं तदनन्तरम् अव्यातापसुपः इति सूत्रेण सुप् लुक् लुप्यते इति वक्तव्यम् तदनन्तरम् अक्षिणि अक्षि औट् प्रति इति स्थिते तदनन्तरं सुपोधातु प्रातिपदिकयोः इति सूत्रेण तत्र औट् इति प्रत्ययस्य लुक् इति एवं वदामश्चेत् दोषः नास्ति अस्तु महोदय धन्यवादः इदानीं पुष्पा भगिनी भवती प्रयत्नं करोति वा ईश्वरं प्रति प्रयत्नं करोमि महोदय टिप्पणीं कृतवती वा टिप्पणीं न दृष्टवान् न दृष्ट्वा अस्ति भवती एका टिप्पणीं कृतवती वा न वा तदेव लेखनं न शक्नो बहु too many things going on mahoday that way I'll try prayatnam karomi ishwaram prati pratishwaram yoginah pratishwaram suvratam सुतपं सुतपः च सुतपः च कुर्वन्ति. अस्तु, तत्तु ईश्वरं प्रति इति अलौकिकवाक्यं समस्तपदं प्रतीश्वरम् इति अस्ति. तद् किमपि न श्रूयते. नाट् हियरिङ्ग् एनिथिङ्ग्. शब्दम् आगच्छति मध्ये मध्ये. इदानीं भवतु, वदतु भगिनि. इदानीं अलौकिकविग्रहवाक्यम् ईश्वरं प्रति समस्तपदं प्रतीश्वरं ईश्वर योगः अम् योगः प्रति योगः किमपि न श्रूयते भगिनि. माया सम्यक् अस्ति. In your side, there's a lot of noise. That's what yeah. It happened. Yeah, same thing happened when Rohini was talking. I couldn't hear very well. Can you hear now? I'm able to hear you now. Okay. Ishwar yogaha am, yogaha prati, yogaha su. अत्र लक्षणेनाभि प्रति अभिमुख्ये इत्यनेन प्रति पूर्व निपातः आगच्छति. समास तत्र चिन्न अभिमुख्यार्थे तदेव प्रति इति पूर्वम् आगच्छति न महोदय? सम्यक् भगिनि. लक्ष्मणेनापि प्रति अभिमुख्ये इति सूत्रेण अभिमुख्यार्थे ईश्वर प्रति अत्र प्रति सुप् लोपः भवति. सम्यक् अस्तु भगिनि. सुप् लुक् इति केन सूत्रेण भवति? लक्षणे इत्थं भूता केन? किं लक्षणे नाभि प्रति आभिमुख्ये इति सूत्रेण वा सुप् लुक्? न न न, सुप् लुक् तु सुप्लुक्तु अस्तु. अदर्वैस् ऐ नाट् सः सुपा इत्यस्मात् सुपा इत्यस्य अनुवृत्ति भवति. आगच्छति अव्ययीभावः इत्यनेन प्रातिपदिकम्. अव्ययीभावात् इति प्रातिपदिकं वा इति सूत्रेण प्रातिपदिकसंज्ञा भवति वा? अव्ययीभावश्च इत्यनेन अव्ययीभावाश्च इत्यनेन महोदय प्रातिपदिकम् आगच्छति. I have to get it all into my head, mahodaya. You don't have to get it into your head, Bhagini. You put it on the book first, then you get it into your head. First you write it, which sutra is what, for what? You are mixing and matching every sutra. You are asking me whether it is correct. How can I tell it is correct? You have to exactly know which sutra is for what. At least you have to know what which sutra is for what. Even if you make some mistakes in Pratyaya, we can do some adjustment. But if you don't know which sutra is for what, then how can we correct? अविभावः इत्यस्य अधिकारः भाषा तत्र यु हव् रेड् दिस् सो मेनि टैम्स् ओन्लि थिङ्ग् इस् यु सिट् डौन् अलोकेट् वन् अवर् अण्ड् जस्ट् टेक् अ नोट् आफ् वाट् इस् वाट् अण्ड् रैट् दट् स्टेप्स् करेक्ट्लि अण्ड् यु द सेम् स्टेप् कम्स् फार् एव्रि प्रक्रिया इट् इस् द सेम् थिङ्ग् Yeah, and you just have to replace the words and tell. That is all is there. If I do that, I'll be in much better shape. I guess I have too many things going on. That's why I'm not being able to do that. I don't have the typing or, No, you don't have to type. You write it on a paper, piece of paper, and you just look at the paper and tell every class when you come. That's true, Mahathir. I'll have to, that will take me a little time, so I have to allot some time for that. That's my problem. Okay. Never mind, Mahathir. अत्र भवति राङ्ग् भवति चेत् न तद् नास्ति एकवारं भव्य अरविन्द् महोदय भवान् प्रथमतः वदति वा अभियदाप्सपः तदेव अव्ययादाप्सुपः तत्र लोपः भवति महोदय सम्यक् भगिनि अव्ययदाप्सुपः इति सूत्रेण अव्ययपदस्य सुप् लुप् भवति कृत्वा न दृश्यते किन्तु अवयवरूपेण विद्यमानसुप्रत्ययस्य ईश्वरयोगः अम् इति अम् लुप् भवति सुपोदातुप्रातिपदिकयोः सम्यक् सम्यक् ऐ वोण्ट् फर्गेट् दट्स् मै प्राब्लम् मास्तु अग्रे वदति वा अत्र प्रथमनिर्दिष्टं समास उपसर्जनम् इत्यनेन प्रति अव्ययः प्रथम उपसर्जन पूर्वम् इत्यनेन पूर्वम् आगच्छति प्रति ईश्वर इति अत्र प्रति ईश्वर अस्ति अत्र ईश्वर एव अस्ति ईश्वर नास्ति ईश्वर अस्ति न महोदय ईश्वरं नास्ति ईश्वर अस्ति न ईश्वर अस्ति टच् आगच्छति नाम अतुं प्रथम नावयी भाव तत् अतुं तु पञ्चम्याः इत्यनेन अं भावः भवति अं भवति अत्र अमिपूर्व इत्यनेन पूर्वरूपादेशः भवति तदेव ईश्वर प्रतीश्वर इति तिष्ठति अत्र प्रतियोगः इ प्रतीश्वर दीर्घ ईकारः आगच्छति प्रतीश्वर इति प्रतीश्वरं सूत्रेण भगिनि अत्र अम् आगच्छति प्रतीश्वरम् इति आगच्छति प्रतियोग ईश्वर इति प्रतीश्वर इति कथं भवति टच् टच् प्रत्ययः अस्ति न वा महोदय इदानीं वदनं न टच् न अविभाव पञ्चम्यात् पञ्चम्यः इत्यनेन अम्भावः न न न अत्र प्रति प्लस् ईश्वर इति अस्ति प्रतीश्वर इति कथं भवति अत्र प्रतीश्वर टच् आगच्छति न महोदय अत्र टच् प्रत्ययः भवति अत्र टकारस्य लोपः चकारस्य लोपः अकारः एव तिष्ठति तत्र ईश्वर अस्ति प्रतीश्वर अस्ति सम्यक् टच् विधानम् अत्र नावश्यकं भगिनि ईश्वर इति शरदादिगणे अस्ति वा शरदादिगणे अस्ति चेदेव तस्य प्रयोजनं भवति टच् विधानं भवति अथवा किम् अन्यसूत्राणि नदीपौर्णमास्याम् इति सूत्राणि सन्ति खलु गश जषः तादृशसूत्रम् अस्ति चेत् टच् विधानं भवति अत्र ईश्वर इति पदं तु पुल्लिङ्ग एव अस्ति इति कृत्वा तत्र टच् इति I think Bhagini is thinking Ishwar. It's Akarandam. Ishwar is there. She is thinking Ishwar. So she has brought A. It is only Ishwar Bhagini. Ishwar is the Pratipadikam. Samyak. Asta Bhagini. Asta. Samyak. Tadeva. Tadeva. Asta. Atra am. Namak Prashna Bhinna Prashna Asti. Prati Yoga Ishwar. इत्यत्र प्रतीश्वर इति कथं भवति प्रतीश्वर तदेव न अम् अत्र भगिनि प्रति प्लस् ईश्वर प्रतीश्वर दीर्घ ईकार कथं भवति ईकारः प्रति अत्र ईकारः ईश्वरः अस्ति ईश्वरः दीर्घ इकारः ईकारः भूत्वा सन्धिकार्यम् ईकारः आगच्छति तदेव किम् इति पृच्छामि किं सन्धिकार्यं किं सन्धिकार्यं सूत्रं वदतु दीर्घं केन सूत्रेण भवति आद्गुणः आद्गुण किं वदति गुण न अत्र तु दीर्घमस्ति एव्रिथिङ्ग् इस् बिकमिङ्ग् मश् नौ मुश् नौ अकसवर्णे दीर्घ इति सूत्रं जानाति वा जानामि सवर्णदीर्घः सम्यक् सम्यक् महोदय मुष्णा क्षम्यताम् अत्र प्रतीश्वर अम् अत्र प्रतीश पञ्चमी पञ्चम्यात् अतीश्वरात् अस्ति तृतीय सप्तमियोर्बहुलम् इत्यनेन तृतीयस्य प्रतीश्वरं प्रतीश्वरेण सप्तमी प्रतीश्वरं प्रतीश्वरे सवर्णदीर्घ ओ मै गाड् ऐ कान्ट् फर्गेट् दट् सारि इदानीम् अत्र लक्षणे इति किम् इति लिखितमस्ति तस्मिन् विषये किञ्चित् चिन्तयामः। गोमती भगिनी भवती पठति वा? आं महोदय, पठामि, एकनिमिषं। लक्षणे इति किं मथुरां प्रति गतः इति वाक्यम् अस्ति, अत्र दिक्भ्रमवशात् मथुरां प्रति गतः इत्यर्थः विवक्षितः इति कारणेन मथुरा इति शब्दः लक्षणवाचि शब्दः नास्ति, अतः अव्ययीभावसमासः न भवति लक्षणेनाभिप्रति अभिमुख्ये इत्यनेन सूत्रेण। मथुरा इति पदं लक्षणार्थे नास्ति अस्मिन् वाक्ये, अनेन अवगम्यते यत् अत्र केवलं व्यस्तप्रयोगः एव सम्भवति, न तु अव्ययीभावसमासः। सूत्रे लक्षण इति शब्दः अस्ति, लक्षणे इत्यस्य शब्दस्य प्रामुख्यता अर्थः किं सः इति परिच्छेदः वदति। उदाहरणेन मथुरां प्रति गतः इति वाक्यमस्ति, तत्र कोऽपि मथुरां लक्ष्यीकृत्य न गतवान्, सः किमपि गतवान् मध्ये, सः मथुरां प्रति मथुरां हि रीच्ड् मथुरा, तस्य लक्ष्यं मथुरा नास्ति, लक्ष्यं मथुरा अस्ति, अनन्तरं सः मथुरां लक्ष्यीकृत्य गच्छति चेत् अपि च मथुरां प्रति मथुरा reached, then लक्षणेनाभि प्रति अभिमुख्ये इति सूत्रेण प्रतिमथुरम् इति समस्तवाक्यं भवति। लक्षण मथुरां प्रति लक्ष्यीकृत्य न गतवान् इति अर्थे तत्र समासः न भवति, अव्ययीभावसमासः न भवति, मथुरां प्रति गतः इत्येव वयं वक्तुं शक्नुमः। दिग्भ्रमवशात् सम्भव मथुरां हि रीच्ड्, अतः समासः न कार्यं करोति अत्र, एवं वा महोदय? समीचीनं, तदेव अत्र तस्य लक्ष्यं मथुरा नास्ति, मथुरा लक्ष्यं कुत्र अस्ति तथा एव तत्र लक्षणेनाभिप्रति अभिमुख्ये इति सूत्रं कार्यं करोति। यदा कश्चन पर्यटकः काशीं गन्तुम् इच्छति चेत् तु काशी तु भिन्न दिशि अस्ति, सः किं करोति तत्र दिग्भ्रम वशात् किं भवति मथुरां गच्छति, तत्र मथुरां गच्छति तत्र मथुरां प्रति गतः इति इति प्रयोगे तत्र लक्षणे इत्थं भूताख्यनभागवीप्सासु प्रतिपर्यनवः इति सूत्रेण तत्र यद्यपि तत्र प्रति इति कर्मप्रवचनं प्राप्त्वा प्रति इति शब्दस्य मथुराम् इति द्वितीयविभक्ति भवति, तथापि अत्र आभिमुख्यार्थे नास्ति इति कृत्वा तत्र लक्षणेनाभिप्रति आभिमुख्ये इति सूत्रं न कार्यं करोति। स मथुरां लक्ष्यीकृत्य न कृतवान् गतवान् इति कृत्वा, सः काशीं लक्ष्यीकृत्य एव तत् कृतवान् गतवान् तु मथुरां प्राप्तवान् इति कृत्वा तत्र समासः न भवति इति अर्थः। अस्तु, अत्र कानिचन उदाहरणानि भगिनी पृष्टवती वर्गे, कोऽपि तत्र मनसि उदाहरणानि सन्ति चेत् वदन्तु, यस्य कस्यापि मनसि उदाहरणानि सन्ति चेत् वदन्तु। तत्र महोदय, प्रत्यक्षं वर्षा भवति, इति सम्यक् वा? प्रत्यक्षं वर्षा भवति, वृष्टिः भवति, वृष्टिः वृष्टिः भवत्याः पुरतः एव वृष्टिः अस्ति इति अर्थः. वृष्टिः सम्भवति सम्भवती अस्ति. अहं वृष्टिं लक्ष्यीकृत्य किमपि न करोमि, ओ पश्यामि इत्यर्थे न. तत्र अक्षिणी पुरतः यत्किमपि अस्ति लक्षी, तत्र अक्षिणीम् अक्षिणी लक्ष्यीकृत्य अस्ति तद् इति भवत्याः विवक्षा अस्ति. इट् इस् युवर् यु वाण्ट् टु यु हेव् दट् पर्टिक्युलर् डिसैड् यु हेव् अ पर्टिक्युलर् डिसैड् टु से इट् दट् अनदर् सेण्टेन्स् ऐ हव् रिटन् बालकः प्रत्यक्षं क्रीडनकं धावति. क्रीडनकं क्रीडाङ्गणे वा? नै, टाय् टाय् क्रीडनकम् अस्तु. क्रीडनकं धावति वा? क्रीडनकं लक्ष्यीकृत्य सः धावति. बालकः प्रतिक्रीडनकम् इति भवति अत्र लक्ष्यीकृत्य. यत् बालकः प्रतिक्रीडनकं धावति इति वदति चेत् लक्ष्यीकृत्य सः धावति. प्रतिक्रीडनं इति वदनीयं न प्रति क्रीडनी क्रीडनक क्रीडनक इति क्रीडनक प्रतिक्रीडनकं धावति इति प्रतिक्रीडनकं धावति. बालकः प्रत्यक्षं प्रतिक्रीडनकं धावति. अभि क्रीडनकम् अपि वक्तुं शक्नुमः. अस्तु, अत्र प्रतिविपाशम् इति वदनेन किमर्थम् आगच्छति? प्रतिविपाशं तत्र यात्रिकाः प्रतिविपाशं गच्छन्ति इति वदामश्चेत् दे आर् गोयिङ्ग् टुवर्ड्स् द रिवर्. ओ ओके. स्नानं कर्तुं प्रतिविपाशं गच्छन्ति. ऋषिः शिष्यः प्रतिविपाशं गच्छति. किं भगिनि? ऋषिः शिष्येण सह प्रतिविपाशं गच्छति. अस्तु, शिष्येण सह. अस्तु, तत्र स्नानार्थम् इतोपि वक्तव्यं वा? किमपि स्नानार्थं वा किमपि अन्यकार्यमपि भवितुमर्हति. बहु तत् अस्माकं मुख्यविषयः नास्ति. तत्र शिष्येण सह अपि अव्ययीभावसमासः शिष्येण सह अव्ययीभावसमासः अस्ति. तत्र उपपदसं विभक्तिः अस्ति. सा शिष्यम् इति वदति चेत् सम्यक् भवति. तत्र अव्ययीभावसमासः सशिष्यं तत्र शिष्येन सह इति उपपदसमासः अस्ति. शिष्येन इति तृतीयविभक्ति भवति. सः सः सः अर्थे उपपदसमासः नास्ति, उपपदविभक्ति. क्षम्यतां, उपपदविभक्ति विभक्ति विभक्ति समासः अस्ति. समासः इति दोषेण वदामि. उपपदविभक्तिः अस्ति तत्र. परन्तु अव्ययीभावसमासे सः इति दीर्घसमासे वयं पठामः वा? सः अस्ति खलु तत्र यथार्थे तत्र चत्वारि अर्थाः सन्ति. योग्यता, दीक्षा, तन्त्रम् अनतिक्रम्य, तन्त्रं मुख्य सादृश्यार्थे, तन्त्रं आणुपूर्यार्थे, योगपद्यार्थे, योगपद्यम् इति अपि भवितुम् अर्हति. किम् अस्ति तन्त्रं? योगपद्यसादृशसम्पत्ति साकल्य इति अस्ति. तत्र युगपद् इति वदामश्चेत् इदानीं चक्रेण युगपद् अस्ति. एकनिमिषं तत्र सः इति एकंश शतृन तत्र भिन्नम् अस्ति साकल्य इत्युक्ते कम्प्लीट् इत्यर्थः योगपद्यार्थे सादृश्यसम्पत्ति सादृश्यं नास्ति सादृश्यं सम्पत् सादृश्यम् इदानीं योगपद्यार्थे इति स्वीकुर्मश्चेत् तत्र छत्रेण युगपत् अस्ति चेत् तदेव शिष्येन युगपत् इत्युक्ते शिष्येन युगपत् इति वदामश्चेत् तत्र प्रायः सशिष्यम् इति भवति अथवा भिन्नसूत्रमस्ति वा इति अस्माकं यच्चर्चितं तत्र सादृश्यर्थे भवति सम्पत्त्यर्थे भवति साकल्यार्थे अपि भवति साकल्यार्थे न भवति साकल्य इत्युक्ते कम्प्लीट्लि सम्पत्त्यर्थे अपि न भवति आत्मभावः सादृश्यार्थे अपि सादृश्यार्थे अपि नास्ति चित्रे इति कृत्वा तत्र युगपत् इति सः अर्थे इति युगपत् इति वदामः वा अस्माकं विवक्षा तादृशमस्ति चेत् सः शिष्यम् इति भवितुमर्हति शिष्यसमूह इत्युक्ते रामानुजार्य गच्छति चेत् शिष्यसमूह तेन सह युगपत् तिष्ठन्ति सर्वदा तत्र भगिनी एक उदाहरणं भगिनी वा कोऽपि कोऽपि वदति वा अहं न स्मरामि अहं लिखितवती स रामं लक्ष्मणः सीता च वनः वनगच्छेत् गच्छेत स रामं तत्र योगपद्यार्थे एव स्वीकरणीयं भवति शिष्यम् इति अपि योगपद्यार्थे इति वक्तुं शक्नुमः तत्रापि चक्रेण युगपद् अथवा शिष्येन युगपद् युगपद् इति प्रायः सः अर्थे इति सः अर्थे इत्युक्ते केवलं न सः इति सः साकम् इति साकमिति अस्ति खलु भिन्नपदं समान अर्थः अस्ति युगपदपि समान अर्थः अर्थं सूचयति वा इति चिन्तनीयम् तत्र सामान्यतया युगपत् इति व्याख्याने सः अर्थेन लिखन्ति पृष्ट्वा वदामि तत्र युगपद् इत्यत्र सः समानार्थः अस्ति वा इति द्रष्टव्यम् सः साकं तदनन्तरं साकं सः इत्यस्य पर्यायपदं साकम् इति अस्ति तदनन्तरं भिन्नम् एकं पदमपि अस्ति अस्ति अस्ति महोदय सहरि सहरि अत्र सहरि इति सः सदृशार्थे अस्ति सदृशार्थे अस्ति तद् सचक्रं सशङ्खं तदेव तत्रैव तदेव भवितुम् अर्हति सचक्रं शङ्खं सशङ्खं तादृशमेव भवितुम् अर्हति तत्र पुत्रेण सह पित्रा पुत्रस्य एकंशं योगे तृतीया प्रयोगे पुत्रेण सखी भवति सखी अस्ति तादृशार्थे अस्तु भिन्न उदाहरणं किमपि अस्ति वा माणवकः अनुगुरुं प्रतिवासं गच्छति माणवकः अनुगुरुं प्रतिविभाषं गच्छति समीचीनम् उत्तमम् अनुगुरुं कस्मिन् अर्थे अस्ति अनु पश्चादर्थे पश्चादर्थे भवति पश्चादर्थे भवति चेत् दीर्घसूत्रे एव अविभवसमासः भवति न सत्यम् अणु इति तत्रैव अनन्तरं महिला शाकक्रीणार्थं प्रत्यक्षम् आपणं गच्छति महिला शाकक्रीणार्थं प्रत्यक्षम् आपणं गच्छति अस्तु आपणं वा आपणकं वा प्रत्यक्षम् आपणं प्रति न प्रत्यक्षम् आपणं गच्छति इत्युक्ते आपणं यत् प्रत्यक्ष तस्याः पुरतः अस्ति तत् तम् आपणं प्रति गच्छति इत्यर्थः वा आपणं पुरतः अस्ति वा तत्र गच्छति अस्तु एवं वक्तुम् इच्छति चेत् चिन्ता मास्तु तत्र दोषः इदानीम् आपणं पुरतः अस्ति चेत् तत्र प्रत्यक्षम् आपणम् इति वक्तुं शक्नुमः इदानीं प्रत्यापणं गच्छति इति वदामश्चेत् तत्र आपणं प्रत्यक्षं नास्ति प्रत्यापणम् इत्युक्ते आपणं लक्ष्यीकृत्य गच्छति इत्यर्थः प्रत्यापणं वक्तुं शक्नोमि न महिला प्रत्यापणं यच्छति तादृशं वदामि शाकक्रीणार्थं प्रत्यापणं गच्छति अस्तु अस्तु इतोपि अस्ति वा अस्तु अत्र स्थगयामः तर्हि धन्यवादः महोदय सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः शुभदिनं नमस्कारः